सर्वेभ्य समासचिन्तनवर्गे सर्वेषां स्वागतम्। षष्ठीतत्पुरुषसमाससूत्राणाम् अपवादसूत्रस्य चिन्तनं जायमानमस्मि। चत्वारि सूत्राणि सन्ति अपवादरूपेण। पूर्वपरादर उत्तरमेकदेशीन एकाधिकरणे अर्धं नपुंसकं द्वितीय तृतीय चतुर्थी तृतीयाण्यन्यतरस्यां कालाः परिमाणिन इति चत्वारि सूत्राणि। अस्मिन् प्रथमसूत्रमस्ति पूर्व अपर अदर उत्तर एकदेशीनैकाधिकरणे इति। अस्मिन् सूत्रे यतो हि पूर्व पर अदर उत्तर एतानि शब्दानि एव पूर्वपदरूपेण दत्तमस्ति चेदपि लोके सायं मध्य एवम् उत्तरपदम् अन्न इति स्तरे रात्रि दिनम् इत्यादि व्यत्यस्तरूपाणि दृश्यन्ते। अतः कथं स्थापनीयं, कथम् अवगमनं भवेत् इति चिन्तयति चेत् तत्र योगविभागस्य प्रसक्तिः अस्ति। पूर्व अपरादरम् एकदेशीनैकाधिकरणे इति सूत्रस्य योगविभागं कृत्वा एकदेशिना एकाधिकरणे इति पृथक् कृत्वा पूर्व अपराधरोत्तरमेकदेशी इति पूर्वातरम् इति चत्वारि पदानां पृथक् कृत्वा योगविभागेन एकदेशी एकनैकाधिक एकाधिकरणे इति उपयुज्य सायं मध्या इति पूर्वपदम् एवं तस्य कालवाचीशब्दस्य अन्यवाक्यानामपि उपयोगं कर्तुं शक्यते इति एव मुख्यविषयमस्ति। तत् कृत्वा मध्यरात्रं सायान्नम् इत्यादि पदानां निरीक्षणं भवति। तस्य कुत्र दत्तमस्ति इति कृत्वा एकवारं पठित्वा योगविभागम् अत्र उषा भगिनी पठति वा संख्याविषयपूर्वस्य इत्यादि? आं महोदय, संख्याविषयपूर्वस्य अन्नस्य अहन् अन्यतरस्यां ङौ इति सूत्रेण संख्यावाचिशब्दात् परस्य विशब्दात् परस्य तथा सायशब्दात् परस्य अह्नशब्दस्य ङी प्रत्यये परे विकल्पेन अहन् आदेशः भवति इति। सङ्गपूर्वकः विपूर्वकः सायपूर्वकः सायपूर्वकः च अह्न इति शब्दः तदा एव लभ्यते यदा समासः भूत्वा द्वयङ्गः व्यङ्गः सायाह्नः इति भवति। अस्मिन् सूत्रे अन्नस्य इति उक्तं न तु अह्नः इति, यतोहि अन्नस्य इत्यनेन ज्ञायते यत् यदा अहन् शब्दः टच् प्रत्ययं प्राप्नोति तदा एव इदं कार्यं जायते। इदं सूत्रमेव ज्ञापकम् अस्ति यत् अहन् इति शब्दस्य समासः जायते अवयववाचिना सुबन्तेन सह इति। यावत्पर्यन्तं समासः न भवति तावत्पर्यन्तं प्रथमाविभक्तौ सायाह्नः इति पदम् अपि न सिद्ध्यति। तर्हि केन सूत्रेण एकदेशिसमासः जायते इति चेत् पूर्वापरादरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रेण एव समासः जायते। पूर्वापरादरोत्तरम् एकदेशिनैकाधिकरणे इति सूत्रस्य योगविभागं कृत्वा सायाह्नः इति समस्तपदं समर्थनीयं भवति। यतोहि सूत्रे तु सायम् इति महोदय सायम् इति अवयवबोधकं पदं नास्ति एव। सायम् इति अवयवबोधकं पदम् इति नास्ति एव. ओके, संख्याविषायपूर्वस्य अन्नस्य अहन् संख्याविषायपूर्वस्य अन्नस्य अहन् अन्यतरस्यां ङौ इति सूत्रेण संख्याशब्दः पूर्वः अस्ति चेत् अथवा विशब्दः संख्याशब्दः संख्यावाचिशब्दात् परस्य संख्या अथवा संख्यावाचिशब्दः पूर्वः अथवा विशब्दः पूर्वः अथवा सायशब्दः पर पूर्वः अस्ति चेत् अहन् इति शब्दः परः अस्ति चेत् अहन् शब्दस्य ङी प्रत्यये परे विकल्पेन अन्ह इति शब्दस्य ङी प्रत्यये परे अहन् आदेशः भवति इति सूत्रं वदति. संख्या अथवा वि अथवा साय योगः अन्ह इति अन्ह योगः ङी प्रत्यये परे एव अत्र ङौ इति उक्तत्वात् अन्ह शब्दस्य परः ङी प्रत्ययः अस्ति चेत् एव अहन् अहन् आदेशः भवति. ओके, संख्यापूर्वकः विपूर्वकः सायपूर्वकः च अन्ह इति शब्दः तदा एव लभ्यते यदा समासः भूत्वा द्वयन्नः व्यन्हः सायान्हः इति भवति. ओके, समासः भूत्वा द्वि अन्नः या संख्यापूर्वकः विपूर्वकः व्यन्हः सायपूर्वकः सायाह्नः इति भवति. ओके, अस्मिन् सूत्रे अन्नस्य इति उक्तं न तु अन्हः अन्नस्य इति उक्तं न तु अन्हः इति यतोहि अन्नस्य इत्यनेन ज्ञायते यत् यदा अहन् शब्दः टच् प्रत्ययं प्राप्नोति तदा एव इदं कार्यं जायते. ओके, सो अहन् शब्दः टच् प्रत्ययः विधीयते कश्चन सूत्रेण. अहन् टच् प्रत्ययस्य अनन्तरम् अह्नः इति भवति अन्नः इति गिवन् टच् प्रत्यय अहन् शब्दस्य सर्वा राजा सह सखिभ्यश्च सूत्रेण भवति राजाः सखिभ्यश्च अण्ड् देन् द नेक्स्ट् सूत्र अन्होन्ह एतेभ्यः अहत् सर्वैकदेशसङ्ख्यातपुण्या च रात्रेः अन्दन् अन्होन्ह एतेभ्यः या ओ या या बट् बेसिक् सूत्र आं महोदय राजाः सखिभ्यश्च यदि टच् आयाति तत्र भासम्यः भूत्वा तस्य अन् इति भासम्यस्य लोपः भवति अनश्च इति सूत्रं अकारान्तम् अकारान्तं भवति अन्ना इति शब्दं तदेव तदनन्तरं ङी प्रत्ययः परः सप्तमी विभक्ति एकवचनं त्रीणि रूपं भवति. ओके, अकारान्तः अस्ति. ओके, तर्हि केन सूत्रेण एकदेशिसमासः जायते इति चेत् पूर्वपरतरोतरम् एकदेशिनैकाधिकरणे एव समासः जायते. पूर्वपरतरोतरम् एकदेशिनैकाधिकरणे इति सूत्रः पूर्व अथवा पर अथवा अथवा उत्तरम् इति पदस्य पदेन एकदेशिनैकाधिकरणे पूर्वं कायस्य कायस्य इति एक अधिकरण पूर्व इति अवयवशब्दः अथवा अपरः इति अवयवशब्दः अदर उत्तरम् इति अवयवशब्दः एकाधिकरणे एव एकाधिकरणेन जायते. एकाधिकरणे अत्र कायम् इति एक अधिकरण अस्ति चेत् समासः भवति. अत्र सायाह्नः सायं नाट् साय इति पदं विसायपूर्वस्य संख्या विसायपूर्वस्य इति एव. ओके, वन् मिनिट् विद्याभगिनी. महोदय अस्ति वा? हा, यस् वन्. उषा भगिनी अग्रिमे पठतु वैयाकरण इति आरभ्य. आं महोदय. वैयाकरणाः मन्यन्ते पाणिनिसूत्रस्य ज्ञापकात् ज्ञायते यत् अन्ये अवयववाचिशब्दाः अपि अहन् इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति इति. वैयाकरणाः मन्यन्ते पाणिनीयसूत्रस्य ज्ञापकात् ज्ञायते यत् अन्ये अवयववाचिशब्दाः अपि अहन् इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति इति. तात्पर्यं यत् सर्वे एकदेशवाचकशब्दाः अहन् इति शब्देन सह समस्यन्ते, एकदेशिसमासः च भवति. ओके, अतः एव मध्याह्नः सायाह्नः इत्यादयः समासाः दृश्यन्ते लोके. लोके मध्याह्नः सायाह्नः इति समासः दृश्यन्ते. तत् समर्थनं, तत् समासाः समर्थनं अह्नः इति शब्दः पाणिनीयसूत्रविषाय संख्याविषायपूर्वस्य इति सूत्रमेव ज्ञापकं भवति. संख्या इति साय इति सूत्रे उक्तत्वात् पाणिनीयसूत्रमेव ज्ञापकम् इति कारणतः अन्यसमासः अपि भवितुम् अर्हति. मध्याह्नः सायाह्नः समासः दृश्यते. ओके, एकदेशिसमासः देन् पूर्वपरादरोत्तरम् इत्यनेन योगविभागेन समासं कर्तुं भवति. तत्र योगविभागः एव मुख्यविषयमस्ति. योगविभागबलेन एव साया मध्या इत्यादि, मध्याह्न सायाह्न इत्यादयः समासः दृश्यन्ते लोके. एवम् एवं केवलम् अन्न इति पदस्य नास्ति, तत्र कालवाचिशब्दस्य भवति इति अग्रिमपरिच्छेदं वदति. केचित् वैयाकरणं मन्यन्ते, केचित् वैयाकरणाः मन्यन्ते यत् संख्याविषायपूर्वस्य अन्नस्य अहन् अन्यतरस्यां नौ इति सूत्रं सर्वेषां कालवाचकशब्दानां कृते अपि ज्ञापकम् अस्ति इति. अनेन कारणेन न केवलम् अहन् इति कालवाचकस्य विषये अपि तु सर्वे अवयववाचिनः सर्वैः कालवाचकशब्दैः सह समस्यन्ते, एकदेशिसमासः च भवति. सारांशः यत् एकदेशवाचकः सुबन्तः कालवाचकेन सुबन्तेन सह समस्यते इति ज्ञापितं भवति. अतः एव रात्रेः मध्यं मध्यरात्रः, रात्रेः पश्चिमं पश्चिमरात्रः इत्यादीनि समस्तपदानि सिद्धानि भवन्ति. आं महोदय, तदेव योग महोदय, योगविवाह इति चेत् अर्थः कः? एकं सूत्रस्य एकमेव सूत्रस्य पृथक् कृत्वा पूर्वभागम् उत्तरभागम् इति कुर्यते चेत् योगम् इत्युक्ते सूत्रं नास्ति. तत्र योगविभागम् इत्युक्ते सूत्रविभागम्, सूत्रस्य विभजनं वर्तते. अत्र पूर्वपरादर उत्तर इति पूर्वभागस्य पृथक् कृत्वा एकदेशी एकाधिकरणे इति उत्तरभागं पृथक् पृथक् सूत्रं कृत्वा उत्तरभागस्य यत् फलेन एकदेशी एकाधिकरणे इति भागं स्वीकृत्य तत्र किं भवति? एकदेशी एकाधिकरणे इत्युक्ते एकदेशी न केवलं पूर्वपरादरोत्तर इति सीमितं नास्ति, अन्यवाचकं यदा मध्या साय इत्यादि अपि इत्यादि पदानाम् अपि उपयोगं कर्तुं शक्यते इति. सुसूत्रस्य विभजनं कृत्वा केनचित् शब्दाः योजयति चेत् तदेव योगविभागः पृथक् पृथक्. योगविभागः इत्युक्ते सूत्रस्य विभागः. योगा मीन्स् द वर्ड् योगा स्टाण्ड्स् फोर् सूत्र अत्र. ओके. तो सूत्र इस् डिवैडेड् द सूत्र इस् डिवैडेड् बिकास् आफ् द वाट् इस् दट् इस् ए practice in which vyakaranas are doing this sutra to get. For example, panjami bayena, we had a detailed discussion on that. Panjami bayena tatra panjami bayena prutakritva baye only, not only the word bayena baya panjami sahidam, because other subandha also in place of, you know, baya can be used फोर् ए पञ्चमी तत्पुरुष समास. भय भीति भी इत्यादि. इवन् टु द सूत्र सेस् ओन्ली द वर्ड् भयेन, बट् दट् आल् इन्क्लूसिव् आफ् अदर् सिमिलर् सेम् मीनिङ्ग् वर्ड्स्. तत्र किं किया पञ्चमी इति पूर्वपदस्य सहितम् अन्यसुबन्धानामपि योजनं कर्तुं शक्यते इति योगविभागस्य बलेन कृते. Here what happens, here is ekadeshi ekadhikarane iti bhagam svikritya kevalam purva apara adara uttara nasti tatra madhya saya ityadi padanam abhi vi ityadi padanam abhi samasam kartum shakyate kintu vidayaka sutram yada eva purva adara uttara meki deshi naikadhikarane eva ekameva sutram. तदेव विद्यायकसूत्रमस्ति. किन्तु योगविभागबलेन उत्तरभागस्य बलं स्वीकृत्य अन्यपदानामपि स्थापयितुं शक्यते इति एकविषयम्. अन्यविषयमस्ति केवलम् अन्न इति नास्ति, अत्र कालवाचकशब्दानाम् अपि ज्ञापकम् अस्ति इति एव. तस्यापि योगबलेन एव भवति योगविभागबलेन इति कृत्वा मध्यरात्र पश्चिमरात्र इत्यादि. अन्नस्य प्रकारं रात्रमपि आगन्तुं शक्यते. दिन किमपि कालावाचि शब्दः दिन रात्रि इत्यादि. भवती पठतु अत्र प्रक्रिया अस्ति न सायान्न इति. सायम् अन्नः सायान्नः सायम् अन्नः व्यस्तप्रयोगः अलौकिकविग्रहः भवति. साय सु अहन् न्यस् इति. सो सायान्नः इति समस्तपदं लभ्यते. सायम् अन्नः अपि व्यस्तपदम् अस्ति. अलौकिकविग्रहवाक्यं साय योगः सु दट् इस् प्रथमा विभक्ति. अहन् प्लस् न्यस् इति अन्नः. न्यस् इति षष्ठी न यस्. ओके. हलो सर्वोपि सर्वोप्येकदेश एकदेश अन्नाः समस्यते. सर्वो अप्येकदेश सर्व सर्वः अपि एकदेश एकदेश अन्ना समस्यते. सङ्ख्याति सायपूर्वस्य सङ्ख्याति साय दिस् वर्ड् शुड् नाट् बि इन् द ब्लाक् बोर्ड् ऐ मीन् इट्स् नाट् रिक्वैर्ड् सो ओन्ली द सूत्र शुड् बि इन् बोर्ड्. सूत्रमेव ज्ञापकम् अस्ति. येन सायम् इति शब्देन अहन् इति शब्दः समस्यते. सायं प्लस् अन्नः पूर्वमेव दृष्टं समस्यते. सङ्ख्या विसाय पूर्वस्य अन्नस्य अहन्नस्य अहन् अन्यतरस्यां ञौ. संख्यावाचकशब्दात् परस्य वीशब्दात् परस्य तथा सायशब्दात् परस्य अन्नशब्दः नी प्रत्ययपरे विकल्पेन अहन् आदेशः भवति. ओके, सो संख्यावाचकशब्दं वीशब्दम् अण्ड् देन् सायशब्दं तस्य परमस्ति चेत् अन्नः शब्दस्य नी प्रत्ययपरे विकल्पेन अहन् शब्दः अन्नः आदेशः भवति. ओके, सो सायोगः अहन् योगः टच् साय अहन् अ इति भवति. सायोगः अहन् योगः अ अधुना अह्नोन एतेभ्यः इति सूत्रेण यस्मिन् समस्तपदे सर्वशब्दः सङ्ख्यातशब्दः एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः दट् इस् एकदेशवाचकः अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते तथा च अहन् शब्दः उत्तरपदरूपेण विद्यते. तस्मात् समासान्तप्रत्यये प्राप्ते अहन् शब्दस्य अन्न आदेशः भवति. सायोगः अहन् योगः अ सायम् इति पदम् एकदेशवाचकमस्ति. उत्तरपदे अहन् इति शब्दः विद्यते, तस्य समासान्तप्रत्ययः अपि विद्यते इत्यतः अहन् शब्दस्य अन्न इति आदेशः भवति. सायोगः अन्नः योगः अ इति भवति. दट् इस् अहन् स्थाने अन्न इति आदेशः भवति. वदतु किं कदा प्रतिगतं सोपानानि किं? प्रथमे सायोगः अहन् योगः अ बिकम् सायं सायोगः अन्न योगः अ. उपरि गच्छतु, उपरि गच्छतु महोदय. तत्र किम् अस्ति भगिनि? सायम् अन्नः सायान्नः सायम् अन्नः व्यस्तप्रयोगः. ओके ओके, सायोगः सु तदेव सायम् इति आगच्छति प्रथमविभक्ति. अहन् योगः ञस् इति, सो अन्नः इति आगच्छति. षष्टी न षष्टि षष्टि तत्पुरुष अस्ति न तत्र षष्टि प्रथम प्रथम विभक्ति एव आयाति न सो सायोगः सु योगः अहन् योगः यस् षष्टि सायान्नः इति आगच्छति. ओके, सायोगः अहन् योगः टच् प्रत्यय विद्यते. सो सायोगः अहन् योगः अ दत्तिकं साय योगः अहन् बिकम्स् अन्न, सो अन्न योगः अ इति आगच्छति. अहन् शब्दस्य आदेशः अन्न इति भवति. पूर्वम् अन्न एव आसीत् साय अन्नः. Right. अस्ति तच् विधायकसूत्रेण अहन् आगच्छति. यदि सप्तमी अस्ति चेत् एव अन् आदेशः भवति. यदि सप्तमी नास्ति अत्र तु षष्टि अस्ति, अहन् यदावत् तिष्ठति. किन्तु यदावत् अहन् नास्ति चेत् तदनन्तरं सूत्रं वदति, अत्र सङ्ख्यातपूर्वात् सूत्रस्य प्रसक्तिः एव नास्ति, षष्टि नास्ति, सप्तमी नास्ति. अधुना अन्योन्ये एतेपि इति सूत्रेण किं भवति, अहन् इति शब्दस्य अन्न आदेशः भवति इति कृत्वा एकदेशवाचकशब्दस्य अहन् शब्दस्य अन्न आदेशः भवति इति कृत्वा साया योग अन्न योगः आ इति भवति. तदनन्तरं अग्रे पठतु. अधुना किम् अस्ति यदि टच् प्रस्थान टच् प्रत्ययविधान विधानानन्तरं किं भवति इति उक्तम् अस्ति अत्र. ओके, सायुगः अन्नयुगः अ अग्रे यस्येति च इत्यनेन भसंज्ञेयस्य अग्नस्य आवर्णस्य ईवर्णस्य च ईकारे परे तद्धितप्रत्यये परे च लोपः भवति. अङ्गस्य आवर्णस्य ईवर्णस्य ईकारे आवर्णस्य ईवर्णस्य ईकारे कुत्र ईवर्णः अस्ति सर्वप्रथमं भासंज्ञक इत्युक्ते किं भासंज्ञ इति चेत् अन्तिम अच् वर्णस्य वर्णः प्लस् तदनन्तरं स्थितं वर्णाः लोपः भवति तदेव भासंज्ञ. भासंज्ञक सर्वनाम संज्ञा अस्ति तत्र अच् वर्णात् इति तत्परन्तरं किमपि अस्ति इति नास्ति. तत्तु प्रक्रियावसरे एव आयाति. यदि यदि पदं भासंज्ञक अस्ति चेत् एव प्रक्रिया अर्थं यस्येति च इति सूत्रेण अवर्णात् परस्य सर्वस्य लोपः भवति इति. किन्तु भासंज्ञक सर्वनाम असर्वनामसंज्ञकः वर्णः अस्ति चेदेव भासंज्ञकः भवति. यदि सर्वनामसंज्ञकः अस्ति यकारादि अथवा अजादि अजादि यकारादिप्रत्ययः अथवा अजादिप्रत्ययः परः अस्ति चेत् ऐ मीन् सुप्रत्ययस्य आरम्भे कप्रत्ययतः एते एषु प्रत्ययेषु सर्वनामस्थानं नास्ति अदर् देन् सर्वनामस्थानं पञ्चस्थान यचिबं यचिबं यकारादिप्रत्ययः अथवा अजादिप्रत्ययः परः अस्ति चेत् पूर्वस्य स्थितः अङ्गस्य नाम बसंज्ञक बसंज्ञक इति उच्यते. बसंज्ञक पुनः वदतु सुप्रत्ययः महोदय सूचयतु इदानीं पश्यतु चिन्ता मास्तु भगिनि उषा भगिनी पुनः सुप् सुप् प्रत्ययः वयं पठितवन्तः 21 प्रत्ययः रैट् देर् आर् मोर् प्रत्ययास् अप् टु कप् प्रत्यय सु प्रत्ययः आरम्भतः कप् प्रत्यय कप् प्रत्यय अन्तिम प्रत्ययः इन्दीस् प्रत्ययास् सु औ जस् अम् औट् द फैव् आर् सर्वनामस्थानास् द रिमैनिङ्ग् अमङ्ग् द रिमैनिङ्ग् प्रत्ययास् ईदर् यजाति य द प्रत्यय स्टार्ट्स् वित् यकार आर् अच् अच् अच् देन् दोस् प्रत्ययास् द अङ्गं बिफोर् देट् इस् काल्ड् भ संज्ञक अङ्गम्. ओके धन्यवादः. ओके यकार स्टार्टिङ्ग् सुप्रत्ययः कः No, there is no supra-pratyaya yakara nasti, but there will be some other pratyayas, because there are a lot more than 21 pratyayas that is included in this. I don't know how to say it in Sanskrit so fast. Bhyam, this Bhyaha is, those are padas, they will make padam. पुष्पा भगिनी, बस्य इस् द अधिकारसूत्रं, तत् किं वदति? अङ्गस्य असिद्धत्वात् मात्रात् बस्य इति. All the rules starting from this sutra till the end of the 6th chapter is called in the Bhasamnyaka. That is, all rules starting from Bhasamnyaka. Yachibam. Yeah, Yachibam. There are many sutras which are operating on the Bhasamnyaka sutras. Right? Abhyam. Adhigara sutra midam. इतः आरभ्य आ षष्ट्यध्यायस्य परिसमाप्ते यत्किमपि उच्यते तत् भा सञ्ज्ञकः भवति. इत्युक्ते भा इति व्याकरणविशिष्टसंज्ञा अस्ति. यचिबम् इति सूत्रमस्ति. यचिबम् इति सूत्रं किं वदति? तत्र एतैः सूत्रैः अङ्गस्य भा संज्ञा विद्यते. एतैः सूत्रैः there are three sutras which are defining what is bhasamya. The first one is yachibam. The other two are we are not, because one is chandasi, so we can leave it. Then tasyo bhatvarte is in said is matvarte, that is coming in the tadira pratyaya. So as far as we are concerned in the samasa prakriya, only yachibam is to be considered. Now in the yachibam, what does it say? असर्वनामस्थानकस्थानस्थे यकारादौ अजादौ वा स्वादिप्रत्यये परे प्रकृते भासंज्ञा भवति. दट् इस् व्याकरणशास्त्रे वर्णानां शब्दानां च लघुरूपेण निर्देशार्थं कश्चन संज्ञा निर्दिष्टा सन्ति. एतासु अन्यतमा अस्ति भा इति संज्ञा. यजीपम् इत्येताभ्यां द्वाभ्यां सूत्राभ्याम् इयं संज्ञा दीयते यतयोः सूत्रं प्रथमम् अनेन सूत्रेण विशिष्टेषु प्रत्ययेषु परेषु प्रातिपदिकानां सभा संज्ञा विधीयते. चतुर्थाध्यायप्रथमपादौ सुऔजस् अस्मिन् सूत्रे आदौ सुप्रत्ययः पाठिता अस्ति. अस्मात् प्रत्ययात् आरभ्य प्रत्ययाधिकारस्य समाप्तिपर्यन्तम् इत्युक्ते पञ्चमाध्यायस्य चतुर्थपादस्य सप्तम्यन्तरं पाठिता ये सर्वे प्रत्ययाः ते सर्व स्वादिप्रत्यया इति नाम्ना जायते. स्वादि इत्युक्ते स्वौजस् इत्यादि प्रत्यया ज्ञायते. एते सर्वे अपि प्रत्ययाः प्रातिपदिकेभ्यः एव विधीयते. तेषु एमङ्ग् द स्वादिप्रत्यया ये प्रत्ययाः अजादयः यकारादयः वा सन्ति सर्वनामस्थानसंज्ञकाः च न सन्ति तेषु परेषु प्रकृते वर्तमानसूत्रेण भासंज्ञका भवति. दट् इस् द मेन् थिङ्ग्. अजादिप्रत्यय यकारादयः अथवा असर्वनामस्थानकः, दट् इस् सर्वनामस्थानकसंज्ञा. वाट् आर् द सर्वनामस्थानकः? प्रथमा एकवचनं, द्वितीया द्विवचनं, बहुवचनम् अण्ड् द्वितीया एकवचनं द्विवचनं, ये पञ्चम स्थानः. प्रथमाविभक्ति सर्वे, द्वितीयाविभक्ति प्रथमा द्वितीया, एकवचनं सुडो नपुंसकस्य सूत्रेण विद्यते. इत्यनेन पुल्लिङ्गात् स्त्रीलिङ्गात् च शब्दात् विद्यमान सु औ जस् अम् औट् एते पञ्चप्रत्ययाः सर्वनामसंज्ञां प्राप्नुवन्ति. एवं नपुंसकलिङ्गस्य कृते शी सर्वनामस्थानम्. इत्यनेन नपुंसकलिङ्गात् विद्यमानौ जस् तथा शस् प्रत्ययौ सर्वनामस्थानकसंज्ञौ स्तः. So there are 5 + 2 = 7 sarvanamasthanaka. And in barring the seven sarvanamasthanaka. One second, what is napumsakalinga you said? Napumsakalinga again, please. In napumsakalinga vidyamana just अथवा शस् औजस् नाट् द एण्टैर् नपुंसकलिङ्ग यदा फैव् आर् दर् फोर् स्त्रीलिङ्ग एण्ड् पुल्लिङ्ग सु औजस् आम् औट् So other than that, in the Napumsakalinga, what happens is that which is Shidiya Bhagavachanam api agachati Uri voice Shaskim I'm getting back my voice Shaskim mother Su aujas amouchas No. Napumsakalinga only jas and shas. Shas kim, Mahodaya? Dvitiya vibhakti bahuvachanam bhagini. Ah, shas. So, only jas and shas alone is for Sarvanamasthana, for Napumsakalinga. Okay, so Napumsakalinga ekavachanam, prathama vibhakti bahuvachanam, dvitiya vibhakti bahuvachanam. These two alone are Sarvanamasthana, whereas Pullinga and Sreelinga, Prathama Vibhakti, and Dvitiya Ekavachanam, Dvivachanam. So we have totally seven. That's what I said, we have totally seven. Five in the Pullinga and Sreelinga, and two in the Napumsakalinga. Okay. These are all Sarvanamasthana. And Bhasanya is for Asarvanamasthana. Sarvanamasthana ha cha na santi. That is the condition. Okay? So condition is that Pratyaya Kutriya Vyaharadaya Atava Asarvanamasthana Teshu Pareshu Prakriti Vartamana Sutrena Bhasamnyaka Bhavati. So, okay. Yachipam is the one which is giving the Bhasamnya for the what you call Pradivadikam. Okay? So, we got the Bhasamnya. Then, what is Bhasamnya? Now, Bhasamnya, we know what is Bhasamnya. Itaha Arabhya, this is the Bhasamnyaka Bhavati Uchyate. So, now what happens is that Yasyeti cha Sutra kim vadati Yadi Bhasamnyaka asti Angam Tatra Angasya Avarnasya Ivarnasya Atava cha Tadida Pratyaye Pare Ikare Pare cha Lopo Bhavati. Therefore, is the reason why the Lopa takes place. Now, tatra Shavani, what is the sutra for that one? Which one, Mother? Yachi? No. Yasya Ticha? You were looking for Yasya Ticha? 641, 148, yeah. Right. So, this is the Yasya Ticha sutra. Yasya Ticha sutra kim badati? Bhasamnikasangasya, avarnasya, ivarnasya, tadita pratyaya parayati. This is what Bhagini has written here. Yasyeticha. Ityanena bhasamnika angasya avarnasya ivarnasya cha ikare pare tadita pratyaya pare lopo bhavati. Ahanna indasya andimasya akarasya lopo bhavati. Avarnasya purvamasti. Avarnasya bhasamnika tu asti eva angasya. आ संज्ञा आ इति प्रत्यय आयाति तत्र आ इति आवर्णस्य परे यत् बासंज्ञकस्य अङ्गस्य अन्तिम अकारस्य लोपः भवति इति कृत्वा अदर्वैस् द अन्ना प्लस् आ दिस् शुड् हव् बीन् अन्ना दीर्घ अकार शुड् हव् हेपन्ड् सो दीर्घ अकार इस् नाट् कमिङ्ग् बिकास् द अन्तिम अकार आफ् द अन्ना इस् getting a lopa because of yasya ticha. Therefore, ahan iti bhavati, ahan yoga ha, anna. So, instead of akasavarne dirga here, the akasavarne dirga happens between saya plus anna. So, again, you get a saya anna. Tatra yakarasya dirgam bhavati aya yojaneta. So, you get a saya anna iti pradivadika samnya siddham bhavati. So the prakriya is first you should define what is basamnyaka, then yasyadija. Now if here it is yasyadija is because avarna parasya. Yadi basamnyakasya ante an asti chet kim ba kim sutram ayati anascha vilkam, not yasyadija. Rajan tatra an asti na antima. सो तत्रापि राजन् इति अस्य अन् पद अन् इति अन्तिम भासंज्ञकस्य अन् लोप भूत्वा तत्र राजा इति भवति, नाट् राजा न. वन् सेकेण्ड्, राजा इस् प्रथम एकवचनं, राजन् इति प्रातिपदिकम्. Yeah, Rajan is Pradipadikam, but Rajan, that Rajan R plus in Lopaha Bhavati, the Raja Rajan plus Tach, it is Sukarotu. I'm not talking about Uparajan or the, you can use any of those, you know. Upasargas. Prakriya. Okay, Upasargas. So, Rajan Yogaha Tach, it is Sthite, Rajan Yogaha A, it is Ayati. So, and it is a basamnika, rajan becomes a basamnika. Tatra yasyeti cha sutram na karyam karoti. The sutra which will work is anascha. So an will go, rajan iti an apagachati, and raja alone will come, it will become an akaranta padam. अवगतं वा? राज अत्र दट् शुड् नाट् बि ओके नौ इन् प्रातिपदिकं इट्सेल्फ् यु आर् एडिङ्ग् दिस् बट् वाट् अबौट् प्रथमा विभक्ति राजा शब्द राजन् शब्द राजा राजा नौ राजानः न भगिनि हि इस् टाकिङ्ग् फर् समास Mahodaya is talking for samosa. Not Abhi, Subandha Prakriya. Not Subandha Prakriya. No, I understood, but that Rajan Pratipadikam itself is... okay, okay. That is only... Uparajan iti Purva Padam asti, na? Angam. Uparajan iti Angam asti. So, Anascha is for Abhi Bhava Samasa Eva. Okay, okay. Because there also we saw the same prakriya basanya, yachivam, anascha. There also yasyeti cha in the Vivava also. Right. Yeah. Tatra lingam bhavati paravalinga dvanda tatpurushayo iti sutrena. Pushpa Bhagini padati va? Paravalinga dvanda tatpurushayo. Aam Mahade. पर्वलिङ्गं द्वन्द्वस तत्पुरुष पुरुषयोः इति सूत्रेण तत्पुरुषसमासे द्वन्द्वसमासे च उत्तरपदम् अनुसृत्य लिङ्गविधानं भवति. परन्तु अत्र राजानाः पुंसि तस्य कोऽपि प्रिण्टिङ्ग् मिस्टेक् mistake asti va? No, no, no. Na, nasti. Ratra. Na. Oh, Ratra. Raja. Raja na. I don't know where ja comes. Raja nasti. Ratra. Na. Ratra. Na. Ha ha. Ha ha. Pumsi. Iti sutrena. Paravalingam dvandva tatpurushayoho. Iti sutram. Prabhadya. Samasasya punaha. पुल्लिङ्गविधानं क्रियते. अस्तु अस्तु. सायान् इति प्रातिपदिकात् सुप्रत्ययस्य विधानानन्तरं सायान्नः इति समासः सिद्ध्यति प्रथमाविभक्तौ एकवचनं. सायान्नः इत्यस्य रूपाणि रामवत् भवति भवन्ति. केवलं सप्तमी विभक्तौ एकवचने विशेषः अस्ति. तस्य विषये अग्रे उच्यते. सप्तमी विभक्तौ एकवचने त्रीणि रूपाणि सम्भवन्ति. अत्र सङ्ख्या विषाय पूर्वस्य अहनस्य अहन् अन्यतरस्याम् इति हौ नौ इति सूत्रेण पश्यामि वा. अत्र लिङ्गविधानं किम् अस्ति? रात्र अह्न अह एते त्रीणि पदानि समासे पुंसि भवति सर्वत्र नित्यरूपेण. इण्टर्नेट् इति इन्द द्वन्द्व तत्पुरुष कम्पौण्ड् रात्र अहन्न आर् स्पोकन् इन् मास्कुलिन् कृदन्तसमास अन्तानां निर्देशः. रात्र अह्न अह इत्येते पुंसि भाष्यन्ते. पर्वलिङ्गतया स्त्रीनपुंसकयोः प्राप्तयोः इदं वचनम् द्विरात्रः त्रिरात्रः चतुरात्रः इति रात्रि इति स्त्रीलिङ्गम् अस्ति चेदपि दिस् सूत्र ईस् डिसैनिङ्ग् यत् तत्र पुल्लिङ्गं भवति इति. पुन् पूर्वाह्नः अपराह्नः मध्याह्नः द्वाह्नः त्रण्णः अनुवाचकादयः पुंसि वक्तव्यम्. अनुवाकः संयुवाकः युक्त सूक्तवाकः इति संयुवाकः स्पेशल् वर्ड्स् वाक् इति नपुंसकलिङ्गम् अस्ति न. वाक् स्त्रीलिङ्ग वाक् स्त्रीलिङ्गं सो वाक् बिकम्स् हियर् पुल्लिङ्ग एगैन् बिकास् वाकः वाकः वाकः इति भवति वार्तिकबलेन. रात्रा नागच्छति सो वाच् बिकम्स् वाकः वाच् वाकौ वचौ वच् तत्र वाच् तु प्रातिपदिकं प्रातिपदिकं वाक् प्रातिपदिकं वाक् इति प्रातिकं दश. अत्र अनु श्यं शं सूक्त इत्यादि द्वन्द्वतत्पुरुषसमासस्य कृते एव तत्र वाक् बिकम्स् वाकः. सेम् वे द्वन्द्वतत्पुरुषयो तरवलिङ्गद्वन्द्वतत्पुरुषयो इति सामान्यसूत्रमस्ति उत्सर्गसूत्रं. तत् प्रभात्य यत् रात्रि उत्तरपदमस्ति अहन् इति उत्तरपदमस्ति अत्र अह इति उत्तरपदमस्ति चेत् नित्यरूपेण पुंसि पुल्लिङ्गं विधीयते. दट् इस् द रूल् हियर् दट् इस् वाट् इट् इस् मेन्शन् हियर् अह अत्र राहान इति सूत्रेण पर्वलिङ्गं द्वन्द्वतत्पुरुषयो इति प्रभात्य पुल्लिङ्गं विधीयते इति. अधुना सायान इति प्रातिपदिका सप्तमी विभक्ति विधीयते चेत् इति भवति. तदनन्तरम् इति सूत्रेण अन्न इत्यस्य स्थाने अहन् इति आदेशः भवति. विकल्पेन ङी इति प्रत्यये परे सायान्न योगः हि सायाहन् योगः इ भवति. सायान्न योगः इ अत्यत्र तु आद्गुण इति इत्यनेन गुणसन्धिं कृत्वा सायान्ने इति एकं रूपं सिद्ध्यति. अपर त्रीणि रूपाणि सिद्ध्यन्ति सायान्नि सायाहनि एण्ड् सायान्ने इति त्रीणि रूपाणाम् इति एव अस्ति. विभाषौ निशौ इति सूत्रेण अन् यस्य अन्ते अस्ति तादृशभासंज्ञकस्य अङ्गस्य उपधा अकारस्य नी प्रत्यये शी प्रत्यये परे विकल्पेन लोपो भवति. सायाहन् विभाषा निशौ निश्यौ निकार तत्र नि प्रत्यये शि प्रत्यये परे निश्यौ विकल्पे निश्योः अकार उत्तरवर्तिनः अकारस्य लोपः विकल्पेन भवति ङि प्रत्यये पदे इति कृत्वा सायान् सायहन् साय अन् तत्र साय गच्छति अन् अन् लोपः भवति अन् बासब्दिकस्य अन् लोपः भवति न सायाहन् अन् न भवति अकार एव न पत्र पश्यतु पदमस्ति वाट् इस् द वर्ड् भगिनि सायाहन् परन्तु अन्तिमवर्णद्वयं किमस्ति अन्तिमवर्णद्वयं किमस्ति इस्य पदस्य अत्र अन् अस्ति तदेव अत्र अस्ति अत्र पश्यतु अत्र किम् उक्तं सायाहन् योगः नी नार्मली इट् शुड् हव् बिकम् सायाहनी रैट् परन्तु अकार अकार गच्छति अकार एव अन्नत्र अकार गच्छति तत्कारणी भगिनि दिस् इस् आल्सो अण्डर् बस्य भगिनि विभाषाङ्गिष्योः इस् अण्डर् बस्य सूत्रेण यस्य अन्ते अस्ति तस्य भासम्निकस्य अङ्गस्य उपधाकारस्य ङी प्रत्यये परे लोपो भवति लोपः भवति अकारस्य लोपः भवति हकारस्य अकारः लोपः ओन्लि वेन् द अन्तिम भासम्निकस्य अन् अस्ति चेत् उपधा अकारस्य लोपः भवति अनश्च इति सूत्रेण पूर्व अन् सम्पूर्ण अन् अपगच्छति किन्तु विभाषा ङीष्यौ किं वदति यदि अकारः नास्ति सि सायान् योगः आ लेट् अस् इमेजिन् दिस् इस् सप्तमी सपोस् इफ् इस् अ टच् प्रत्यया देन् बा सम्यकस्य अन् लोपः भवति असर्वनामस्थानस्य बट् हियर् इट् इस् नाट् द केस् हियर् इट् इस् सप्तमी एकवचनम् एण्ड् वाट् हेपन्स् इस् दट् ई प्रत्ययः अस्ति ई प्रत्ययस्य यदि ङी अस्ति ङी ङी इति प्रत्ययस्य कारणेन विभाषा ङीष्यौ इति सूत्रेण अन् इति अन्तिमवर्णद्वयस्य उपधा अकारस्य लोपः भवति तदनन्तरं सायान् इति सायान्नि इति रूपं भवति विकल्पेन इति कृत्वा विभाषा इति कृत्वा सायाहनि इति अन्यरूपं यत्र लोपः न भवति तत्र सायाहनी इति भवति संहित्य त्रीणि रूपाणि भवन्ति सप्तमी विभक्तौ एकवचने सायाने इति आद्गुण सायानी इति विभाषाङ्गीष्यौ तस्मिन् विकल्पेन सायाहनी इति कोऽपि लोपः न भवति चेत् तत्र सायाहनी इति रूपं भवति दिस् इस् द त्री फार्म्स् आफ् इट् तदन्यस्तरस्यां तत्कारणात् विभाषा अपि रैट् दिस् इस् द एक्सर्सैस् वित् विद्याभगिनी हस् टोल्ड् अस् टु कम् प्रिपेर्ड् फार् दिस् टुडेस् द नेक्स्ट् क्लास् साया दिस् प्रक्रिया then there is madhyara madhyanna is a prakriya is there tatra kimapi nutanam nasti evam madhyaratre tatra bhi kimapi nutanam nasti yasyeti cha ite yatra asti tadanantaram ratri ratra agacchati ratra agacchati tatra ratra ahan aha it pumsi iti sutrena pullingam bhavati nitya pullingam That's only Ratri is in that which is Tatra. Atra kim astite? Prashnanam uttarani. I think we need not do it because Bhagini will have to do it in the class. She is giving the answer for it. Padidam ichchati va? So that we know it before the class? We can read a couple of Yeah, because Vidyavagini is anyway going to take in the class, but we can read it for our purpose. Mm-hmm. See, in the Ahas Sarvaika Desha Punkhyada Punyacha Ratre, Ahas iti Ahan Shabdam Ahas iti Bhavati. Ahan. Evam Raja Sakas Ahas Sakibhyashtach Atra Ahas Ahan Shabda Ahas Bhavati. Ahas Bhavati. Kena Sutrena Ro Supi iti Sutrena. उत्तरम् अस्ति रोसुपि रोसुपि इति सूत्रेण आह नित्यस्य रेफादेशः भवति असुपि परतः पदान्ते अर्थात् पदान्ते अहन् इत्यस्य नकारस्य सुप् भिन्ने शब्दे परे रेफादेशः भवति यदि सुप् अस्ति चेत् न भवति सुप् प्रत्ययः अस्ति चेत् सुप् भिन्न प्रत्ययः अस्ति चेत् रेफादेशः भवति रोसुपि इति सूत्रेण देर्फोर् इत्यनयोः सूत्रयोः विद्यमाने अहन् इति शब्दस्य नकारस्य स्थाने रेफादेशः जातः तदनन्तरं प्रक्रिया भवति रेफादि चेत् किम् अस्ति करवस्थानयोर्विसर्जनीय इति सूत्रेण रेफस्य विसर्जनस्य भवति यदि विसर्जनस्ति चेत् विसर्जनस्य सः इति कृत्वा तत्र सहार सकारस्य आदेशः भवति अत्र पश्यतु प्रक्रिया अहन् प्लस् सर्वैकदेशपुण्यात अहर् इति रोसुपि इति सूत्रेण तदनन्तरं रेफस्य करवसानयोर्विसर्जनीयस्य इति कृत्वा विसर्ग आयाति अहः किन्तु तदनन्तरं विसर्जनीयस्य सः इति सूत्रेण विसर्गस्य सकारादेशो भवति इति कृत्वा अहः सर्वैकदेशपुण्यात अत्येः इति भवति एवं विद राजा सखिभ्यश्च तत्रापि एते समानमेव राजन् राजा अहन् सखि राजा अहन् योगः सखि इति आयाति तत्र असुपि इति कृत्वा तत्र रेफादेशः भवति अहर् सखि भवति अहर् सखि तत्र करवसानयोर्विसर्जनीय भूत्वा अहः सखि भवति तन् विसर्गस्य विसर्जनीयस्य सखा भूत्वा सकारादेशः भवति कृत्वा राजाः सखिभ्यश्च इति सकारस्य आदेशः भवति उमा भगिनी अवगतं वा तदनन्तरं सख्याविषायपूर्वस्य अन्नस्य अन्नतरस्याङ्गौ इति सूत्रे किमर्थम् अन्नस्य इति पदं प्रयुक्तं दिस् वास् मै क्वश्चिन् क्लास् अन्नस्य इति अहन् इति शब्दः तु नकारान्तः तस्य षष्टिविभक्ति तु अह्नः इति भवति तर्हि सूत्रे किमर्थम् अहस्य इति उक्तम् उत्तरमस्ति यत् समासे अहन् इति शब्दः समासान्तप्रत्ययं प्राप्य यदा अदन्तः भवति तदैव विषायपूर्वस्य इति सूत्रस्य कार्यम् इति ज्ञापनार्थम् यदा अहन् इति शब्दः अदन्तः भवति तदा तु तस्य षष्ट्यन्तविभक्तं रूपं भवति अहस्य अन्नस्य इति भवति तर्हि अहन् इति शब्दः समासान्तप्रत्ययः कदा प्राप्यते इति चेत् केवलं तत्पुरुषसमासप्रसङ्गे एव यतोहि राजा सखिभ्यश्च इति सूत्रेण एव समासान्तप्रत्ययः प्राप्यते अतः समासः अस्ति न सङ्ख्याविषायपूर्व अन्नस्य अन्यतरस्याम् इति समस्तपदमस्ति इति कृत्वा अहन् योगः अन्यतरस्यां तत्र राजा सखिभ्यश्च इति सूत्रेण अहन् पदस्य तच् विधानं भवति कृत्वा अकारान्तं भवति अदन्तं भवति तत्र अदन्तं भवति तत् अदन्तस्य षष्टिविभक्ति भवति अहस्य इति सूत्रं तत्पुरुषप्रसङ्गे एव कार्यं करोति अतः तत्पुरुषसमासं विहाय अन्येषु समासेषु उत्तरपदम् अहन् अस्ति इति अस्ति चेत् तस्य तु समासान्तप्रत्ययः नैव एव प्राप्यते अतः सङ्ख्याविषयपूर्वस्य अन्यस्य अन्यतरस्यां गौ इति सूत्रस्य कार्यम् अपि न भवति. तत्र किम् अस्ति? तत्र अस्यापि सूत्रस्य न कार्यं करोति, तत्रैव न प्राप्यते. अतः तत्पुरुषसमासं विहाय अन्येषु समासेषु उत्तरपदम् अहन् इति अस्ति चेत् तस्य तु समासान्तप्रत्ययः नैव एव प्राप्यते. पुनः वदतु महोदय. यदि समास तत्पुरुषसमासः नास्ति चेत् अहन् इति शब्दं यदावत् तिष्ठति. तत्र राजासगिभ्यष्टच् इति सूत्रेण अन्तिम तत् सिद्धानं न भवति. केवलं राजासगिभ्यष्टच् समासान्तप्रत्ययः अस्ति इति कृत्वा अहन् इति शब्दस्य टच् विधानं भवति. यदि टच् विधानं नास्ति चेत् तत्र किम् अस्ति? अहन् इति शब्दं यदावत् तिष्ठति. किन्तु सङ्ख्याविषयपूर्वस्य अन्यस्य अन्यतरस्याम् इति समस्तपदमस्ति. अन्यस्य अन्यतरस्याम् इति समस्तपदमस्ति कृत्वा अत्र अहन् शब्दस्य पूर्वस्य अन्नस्य इति अकारान्तं अदन्तं भूत्वा अन्नशब्दस्य अहन् इति नास्ति, अन्न इति अदन्तम् अस्ति कृत्वा अन्न तस्य षष्टि अस्ति अन्नस्य इति एव अस्ति. बिकास् इट् इस् ए तत् समस्तपदम् सङ्ख्या वि साया पूर्वा अन्न अन्न अन्नस्य अन्यतरस्याम् इति अस्ति अन्न. तत्र समस्तपदमस्ति कृत्वा राजसगिभ्यष्टच् अत्र विधीयते इति कृत्वा अन्नस् अन्न इति अदन्तं भवति. यत्र टच् विधानं भवति अदन्तं भवति न टच् विधानानन्तरं. राजन् यदा राजा भवति अन्न अहन् इति अह् न भवति इति अस्ति. प्रक्रिया तु अवगतं न? नाट् वेरि क्लियर् महोदय. विच् प्रक्रिया? दि सेकेण्ड् वन्. विच्? अहनस्य दट् वन्. यस्. ओके ओके. अत्र पश्यतु सङ्ख्याविषयपूर्वस्य अहन् अन्नः इति षष्टि भवितुम् अर्हति. दिस् अन्न शुड् हव् कम् हियर् रैट् बिकास् दिस् इस् ए समस्तपदं सङ्ख्याविषयपूर्वस्य अन्यस्य अन्यतरस्याम् इति समस्तपदमस्ति. तत्र किम् अस्ति? अन्नः योगः अहन् अन्यतरस्याम् इति अस्ति. अहन् अन्यतरस्याम् अत्र अहन् अन्यतरस्याम् अत्र नकारस्य द्वित्वं भवति. सन्धि कृत्वा किन्तु अहन् अन् अहन् अहन् अहन् इति अस्ति. अन् अहन्नः अहन् अहनः अहन् इति आयाति. अहन् षष्टि अस्ति, तस्य स्थाने अहन् अन्यतरस्याम् अस्ति. तत्र अहनः इति षष्टिः भवितुम् अर्हति किन्तु तत् समस्तपदमस्ति कृत्वा समासान्तप्रत्ययः राजासगिभ्यष्टच् विधीयते इति कृत्वा अहनः इति न भवति. तत्र अहन अह्न इति अकार अदन्तं भवति. तेन कारणेन यदि भासंज्ञकः अस्ति कृत्वा अन् इति अपगच्छति. अन् अपगच्छनानन्तरम् अकारयोजनेन अह्न इति अन इति भवति इति कृत्वा अन्नस्य इति भवति. ओके ओके ओके. सो अकारान्तकनाम शब्दवत् अन्नस्य इति आगच्छति. अन्नस्य इति आगच्छति. यदि समस्तपदस्य तच् न विधीयते तत्र तु अहन् अहनः. सपोज् इफ् यु आर् स्प्लिटिङ्ग् दिस् सूत्र संज्ञाविधाय पूर्वस्य अहन् अहन् अन्नः अन्यत् अहन् अन्यतरस्याम् इति इफ् यु आर् स्प्लिटिङ्ग् इट् देन् वाट् हेपन्स् अह्नः अहन् अन्यतरस्यां विल् हेपन्. The last portion is confusing. Done, right? We're not going to see any, read any more? No, Mahadaya, Nyotana, that's Sutra, Astadhyaya, Pradeshya. Coming up, breaking news, January 6th Committee Investigation. Pursa Bhagani, mute karo do? It will appear like this. Sankhya visaya visaya purvasya purvasya annaha ahan anyatarasyam. This would have happened. Now here, when you here you are doing santi. Sari. So what happens? So when you do the santi, so here you will get. You get this. Yes. You got the anyatarasya. Yes. Right? Now here what happens, because of this one, here we'll have to do one thing is that we bring it here. Okay. Right? Right? So when it happens, what happens? We get that's here. Right? So we get here, what we get is Anna, and then Shashti, Shashti plus, then what happens? Okay, Anna's here. We have this plus Nas, we'll get Nas, no? This pratyaya will come. This becomes right. Yes. Now we will have to add plus anyata ahan anyatarasya. Now we have to add this. So what happens is that when you add this will come. Which is what the sutra shows here. Anyasya. Anyasya anyasaras. This is the steps in which it is being done. Avagatam va? Avagatam. Anyasya anyatarasya. Why it comes like anyasya? Instead of anyaha, why anyasya it comes? Because of this one. Right. Arna bagini avagatam va? Amakali. ओके अत्र स्थगयामः कोऽपि प्रश्नः अस्ति वा नास्ति चेत् विरमामः धन्यवादः महोदय नमस्कारः प्रश्नः अस्ति महोदय करपत्रे षष्ठी तत्पुरुषसमासस्य अपवादसूत्राणि नियमसूत्राणि अत्र अत्र सूत्रे अनन्तरं तत् भेदनयन् अस्ति तदनन्तरं पूर्व अपर अधर उत्तर उत्तरम् एकाधिकरणे एकसूत्रम् अर्धं नपुंसकं द्वितीया तृतीया चतुर्था तुर्याण्य अन्यतरस्यां कालः कालपरिमाणिना चेत् इति चत्वारि सूत्राणि षष्टि तत्पुरुषसमासस्य नियमसूत्राणि इति दत्तम्. किमर्थं ते अत्र कोऽपि नियमसूत्रं नास्ति, केवलम् अपवादसूत्राणि एव न महोदय. नियमनमपि करोति न नियमनं किं करोति, पूर्वपदम् उत्तरपदस्य यत् उपसर्जनं पूर्वं भूत्वा षष्ट्यन्तं पदं साधारणषष्टि इति सूत्रेण पूर्वपदं भवितुम् अर्हति. किन्तु येन सूत्रेण नियमनं करोति कि उत्तरपदस्य षष्ट्यन्तं पदम् उत्तरपदं भवति इति नियमनं. ओ तदेव नियमसूत्रम् अस्ति, षष्टिपदम् उत्तरपदं भवति. Niyama is limiting in this case, right, Maurya? Yes. Limiting, Bhagini? Limiting. In the case of Purva, Apara, Adara, Uttara? Limits it. Limiting. Purva, Apara, Adara, Uttara, if these words are there, then the Shashti is limited to the Uttarapada. Kya Mahadaya, Punaha Vajitu? Purva, Apara, Adara? Purva, Apara, Adara, Uttara. If there are the padas in the shashti, shashti tatpurusha samasasya, because atra yoga vibhagam kuryate chet, we can use ekadeshina ekadhikarane iti satra sankhyavacha shabdamanam upayada masaha dinaha ratri ityadi padanam upayam bhavati na. Te sarve shashtyantam padam bhavanti. Okay. Iti krutva tatcha niyamanam kuryate तति षष्टी इति सूत्रेण यदो पूर्वपदं भवितुम् अर्हति चेदपि अत्र येन सूत्रेण नियमनं करोति तत् उत्तरपदं भवति इति. धन्यवादः. धन्यवादः. नमस्कारः.